नमस्सर्वेभ्यः. अस्माकं सन्धिवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति समासः इति विषयः. अत्र केचन नूतनाः सन्ति, अतः किञ्चिदेव परिचयरूपेण पुनः वदामि. समासः इत्युक्ते किम् इति चेत्, द्वयोः अथवा बहूनां पदानाम् एकपदीभवनम् एव समासः. यदि पदद्वयम् अस्ति, पदद्वयं मिलित्वा एकपदीकरणम् एव समासः इति विषयः अस्ति. तर्हि अत्र समासः केवलं सुबन्तानामेव भवति, न तु तिङ्गन्तानां. वेदे तु तिङ्गन्तानामपि भवति, परन्तु अत्र लौकिकरूपेण सुबन्तानामेव समासः भवति. सामान्यतया द्वयोः पदयोः एव समासः भवति. अपि च द्वयोः पदयोः परस्परसम्बन्धः अस्ति चेदेव समासः. तर्हि यदा हि वयं समस्तपदं कर्तुम् इच्छामः, तत्र द्वयोः पदयोः सम्बन्धः अस्ति वा इति द्रष्टव्यं भवति. समासस्य प्रसङ्गे लौकिकविग्रहवाक्यं वक्तव्यं भवति. यथा अत्र सीतापतिः इति समस्तपदम् अस्ति चेत्, तत्र षष्ठीतत्पुरुषसमासः भवति. सीतायाः पतिः इति लौकिकविग्रहवाक्यं. लौकिकविग्रहवाक्येन वयं समस्तपदस्य अर्थम् अवगन्तुं शक्नुमः. समासः चतुर्विधः भवति. तत्पुरुषसमासः, अव्ययीभावसमासः, द्वन्द्वसमासः, अपि च बहुव्रीहिसमासः. तर्हि एतावता वयं किं कृतवन्तः इति चेत्, तत्पुरुषसमासस्य अध्ययनं आरब्धवन्तः. तत्पुरुषसमासः नाम कः इति चेत्, तत्पुरुषसमासे यत्र पदद्वयम् अस्ति, प्रथमं यत् पदम् अस्ति तत् पूर्वपदम्, अनन्तरं यत् पदम् अस्ति तदेव उत्तरपदम्. तत्पुरुषसमासे उत्तरपदस्य प्राधान्यम् अस्ति. प्राधान्यम् अस्ति इत्यस्य अर्थः कः इति चेत्, उत्तरपदस्य अन्वयः अथवा सम्बन्धः भवति क्रियया सह. इदानीं सीतापतिः गच्छति इति वाक्ये अत्र पतिः इति शब्दस्य एव अन्वयः भवति गच्छति इति शब्देन सह. अतः अत्र तत्पुरुषसमासः इति संज्ञा भवति उत्तरपदस्य प्राधान्ये. तत्र तत्पुरुषसमासे चत्वारः प्रभेदाः सन्ति. सामान्यतत्पुरुषसमासः, द्विगुसमासः, कर्मधारयसमासः, अपि च नञ्प्रवृत्तयः. इदानीम् अत्र सामान्यतत्पुरुषसमासस्य विषये अध्ययनम् आरब्धम्. सामान्यतत्पुरुषसमासे सप्तप्रभेदाः सन्ति. अत्र प्रथमतत्पुरुषसमासः, द्वितीयतत्पुरुषसमासः, तृतीयतत्पुरुषसमासः, चतुर्थीतत्पुरुषसमासः, पञ्चमीतत्पुरुषसमासः, षष्टीतत्पुरुषसमासः, अनन्तरं सप्तमीतत्पुरुषसमासः. प्रत्येकस्मिन् प्रभेदे किं किं भवति, पूर्वपदं कीदृशं भवेत्, उत्तरपदं कीदृशं भवेत्, उत्तरपदे कीदृशानि पदानि भवेत्, तत्सर्वं वयम् अधीतवन्तः. अत्र गीताप्रवेशे पुस्तके अपि उदाहरणानि सन्ति. तर्हि इदानीम् अस्माकं लक्ष्यं किम् इति चेत्, पेटर्न् रेकग्निशन् एव अस्माकं लक्ष्यं. प्रत्येकस्मिन् समासे कीदृशानि उदाहरणानि भवन्ति. यदि अत्र प्रथमतत्पुरुषसमासः इति चिन्तयामः चेत्, तत्र उदाहरणं किं भवति, पूर्वं कायस्य, पूर्वकायः इति. तत्र प्रथमतत्पुरुषसमासे पूर्वपदं पूर्व, अदर, अपर, मध्य, एतादृशानि पदानि भवन्ति. उत्तरपदे कालवाचकपदम् अथवा अवयवीवाचकपदं. कायः इति शरीरमस्ति. तर्हि पूर्वकायः इति चेत् शरीरस्य पूर्वभागः इति. तर्हि तत्र शरीरम् अवयवी अस्ति, तस्मिन् अवयवाः सन्ति. तर्हि पूर्वभागः, पूर्वकायः इत्यनेन पूर्वभागस्य विषये वयं वक्तुम् इच्छामः इति तादृशसमस्तपदं भवति. तर्हि तत्र उदाहरणानि पूर्वकायः, पूर्वाह्नः इति तादृश उदाहरणानि सन्ति. अनन्तरं द्वितीयतत्पुरुषसमासः. तत्र पूर्वपदं द्वितीयान्तं पदं भवति, उत्तरपदं श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न एतेषु पदेषु अन्यतमपदं भवति। तत्र उदाहरणं किम् आसीत्? कृष्णं श्रितः, कृष्णश्रितः, तत्र कृष्णम् इति पूर्वपदं द्वितीयान्तं पदं, श्रितः इति उत्तरपदम्, उत्तरपदं श्रित अतीत एतेषु पदेषु अन्यतमः अस्ति, तर्हि तत्र द्वितीयतत्पुरुषसमासः भवति। अनन्तरं तृतीयतत्पुरुषसमासः इति विषयः, तत्र पूर्वपदं तृतीयान्तं पदम्, उत्तरपदं सुबन्तं पदम्। तत्र अपि च वयं दृष्टवन्तः उत्तरपदे कीदृशानि पदानि इति चेत् सदृश, ऊन, मिश्र, श्लक्ष्ण, निपुण, एतादृशपदानि सन्ति उत्तरपदे। पूर्वपदे तृतीयान्तं पदं, तत्र मातृसदृशी इति उदाहरणं पश्यामः चेत् मात्रा सदृशी इति उत्तर पूर्वपदं तृतीयान्तं पदं मात्रा, उत्तरपदं सदृशी, तर्हि तत्र तृतीयतत्पुरुषसमासः भवति। अनन्तरं चतुर्थीतत्पुरुषसमासे पूर्वपदं चतुर्थ्यन्तं पदम्, उत्तरपदे बली, हित, अर्थ, सुख, रक्षित एतेषु अन्यतमपदं भवति। तर्हि अत्र उदाहरणमासीत् भूतेभ्यः बलिः, भूतबलिः इति तादृश उदाहरणं वयं दृष्टवन्तः। अनन्तरं पञ्चमी तत्पुरुषसमासे यत्र पूर्वपदे पञ्चम्यन्तं पदम्, उत्तरपदे भय, भीत, भीः एतेषु अन्यतमं पदं, तत्र चोरात् भयं, चोरभयम् इति समस्तपदं भवति पञ्चमी तत्पुरुषसमासः तत्र। अनन्तरं षष्ठी तत्पुरुषसमासः सामान्यतया सरलमेव, अत्र विशिष्टनियमः नास्ति, अतः अत्र सीतायाः पतिः सीतापतिः, गीतायाः उपदेशः गीतोपदेशः इति तादृशसमस्तपदं भवति। अनन्तरं सप्तमी तत्पुरुषसमासः, सप्तमी तत्पुरुषसमासः कदा भवति इति चेत् पूर्वपदं सप्तम्यन्तं पदम्, उत्तरपदे अत्र पण्डितः, कुशलः, निपुणः, पटुः, समर्थः, शूरः, चतुरः एतादृशानि पदानि भवन्ति। तर्हि तत्र उदाहरणमस्ति नृत्ये कुशलः, नृत्यकुशलः, पुरुषेषु उत्तमः, पुरुषोत्तमः इति तादृश उदाहरणानि इति एतावता वयं दृष्टवन्तः। एतस्मिन् विषये अभ्यासः अपि आरब्धः गते सप्ताहे, तत्र गृहपाठरूपेण अभ्यासः दत्तः। तत्र प्रथम अभ्यासे प्रथमभागस्य उदाहरणानि परिशीलितवन्तः, इदानीम् अत्र द्वितीयः भागः अस्ति, विग्रहवाक्यं विलिख्य समासानां निर्देशत इति, तत्र पश्यामः इदानीम्। अत्र इदानीम् अन्य के के सन्ति? नमो उच्यतां। पुष्प अस्मि। पुष्प भगिनी। नमस्कारः भगिनि। पद्मा अस्मि। नमस्ते भगिनि। सावित्री। नमस्कारः भगिनि। हा नमस्ते। अस्तु, तर्हि अत्र एतावता कोऽपि प्रश्नः वा? अस्तु, तर्हि अभ्यासं प्रति गच्छामः। अत्र बालसुब्रह्मण्यमहोदय आरम्भं करोति वा? गङ्गात्यस्तः द्वितीयतत्पुरुषसमासः, गङ्गाम् अत्यस्ताः, गङ्गाम् अत्यस्ताः इति द्वितीयतत्पुरुषसमासः। कथं ज्ञातवान् द्वितीयतत्पुरुषसमासः इति? गङ्गाम् इति द्वितीय विभक्तिः अस्ति, अपि च अत्यस्ताः इति उत्तरपदस्य अन्ते अस्ति इति कारणात् द्वितीयतत्पुरुषसमासः। किं कुत्र अस्ति अभ्यासः? गते सप्ताहे अहं प्रेषितवती भगिनि, भवती तत्तु कोऽपि किम् अस्ति सिंहात् भीतिः। हा हा, तत्तु द्वितीय अभ्यासः अस्ति, अहं प्रथम अभ्यासः अपि भवत्याः कृते विशिष्टतया प्रेषितवती गते सप्ताहे। अस्तु महोदय, अग्रिममपि करोतु। एकः प्रश्नः अत्यस्ताः इत्युक्ते किं? क्रासिङ्ग्। क्रासिङ्ग् मया अन्यस्थले मया श्रुतम् अत्रत्यः इति तादृशमपि शब्दस्य प्रयोगः अत्रत्यः तस्य अर्थः कः वक्तुं शक्नोति वा अत्रत्यः इत्युक्ते अत्र अत्र वस्तु अर्थः कोऽपि जानाति वा अत्रत्यः इत्युक्ते द्रष्टव्यं महोदय मम मनसि नास्ति किन्तु इतः तोपि नास्ति इति मन्ये न जानामि अस्तु धन्यवादः अनन्तरं दृष्ट्वा वदामि अत्रत्यः इत्युक्ते अत्र सम्बन्धीयः अत्र स्थानीयः इति किल यः यः दूरतः एव अत्रत्यः समीचीनं सम्यक् सम्यक् सम्यक् भाति धन्यवादः बालसुब्रह्मण्यं महोदय अग्रिममपि करोतु द्वितीयः राजधानी प्राप्तः इति राजधानीं प्राप्तः इति द्वितीयतत्पुरुषमासः राजधानीम् इति द्वितीयविभक्ति अन्तभाषा प्राप्तः तस्मात् द्वितीय तत्पुरुषः प्राप्तः इति उत्तरपदम् उत्तरपदे अस्ति अतः तत् द्वितीय तत्पुरुषसमासः अस्तु अत्र राजधानी इत्यस्मिन् अपि समासः भवति वा राजधानीम् आम् राजन् राजधानी राज्ञः धानी इति धान समासः नास्ति अत्र वस्तुतः अत्र राजधानी इति अपि पदद्वयं वर्तते राजन् राजन्योगः धानी इति राजन्योगः धानी धानी इति अर्थः अर्थः कः महोदय धानी इत्युक्ते अत्र स्थानं स्थानं रेसिडेन्स् इति सन्धिः आसीत् राज्ञः राज्ञः धानी हा राज्ञः धानी राज्ञः राज्ञः षष्ठी तत्पुरुषसमासः तत्रापि परन्तु राज्ञः स्थानम् इति उक्तवती किल स्थानम् इत्युक्ते तत् रेसिडेन्स् अथवा तस्य केपिटल् केपिटल् इति अर्थः खलु स्थानम् इति वार्ता कथं धानी इति कथः न न धानी इति तस्य अर्थः स्थानम् इत्यस्मिन् अर्थे इति उक्तवती अस्मिन् अर्थे तत्र हा अस्तु समीचीनम् अस्तु धन्यवादः अग्रे अत्र राजेन्द्रमहोदय अग्रिमं करोति वा आं भगिनि अर्ध हिमालये प्रथमतत्पुरुषमासः अस्ति यथा अत्र अर्धं तत्र अव्ययी अव्ययी अव्ययभावः अस्ति तत्र एकदेशवाचकः अस्ति अर्धं हिमालयस्य विग्रहवाक्यं भवति अर्धम् इति वस्तुतः अत्र अदर हिमालये इति अदर हिमालये इति समस्तपदम् अदरं अदरम् अस्ति वा भगिनि हा अदर हिमालये इति अस्ति अदरः इत्युक्ते तत्र अधो भागे हिमालयस्य अधः भागः तर्हि अदर हिमालये इति अस्ति चेत् तत्र किं भवति अदरं हिमालयस्य सत्यम् अदरं हिमालयस्य इति अस्ति तर्हि अत्र अदर हिमालये इति अस्ति तर्हि अत्र किं भवति अत्र प्रथमतत्पुरुषमासः अस्ति अत्र भागः अस्ति एकदेशवाचक शब्दः अस्ति अत्र हिमालयस्य अदर हिमालयस्य इति समस् इति विग्रहवाक्यं वस्तुतः अत्र अदर हिमालयः इति अदर हिमालयस्य तस्मिन् अतः अदर हिमालये अदर हिमालयः इति वस्तुतः समस्तपदं सामान्यतया भवति परन्तु अत्र अदर हिमालये इति अस्ति अतः अदरं हिमालयस्य तस्मिन् अस्तु हा अग्रिममपि करोतु पूर्वभारतं पूर्वं भारतस्य अत्रापि एकदेशवाचकः स्यात् पूर्वपदं पूर्वपदं तत्र प्रथम तत्पृष्ठमः समीचीनं समीचीनमस्ति. तर्हि अत्र ये ये ये जनाः नूतनाः सन्ति अत्र तेषां कृते पूर्वस्मिन् सप्ताहे अहं गृहपाठरूपेण एकः अभ्यासः एकम् अभ्यासं प्रेषितवती. अत्र इदानीम् अत्र अहम् उदाहरणं वदामि, भवन्तः अपि प्रयत्नं कर्तुं शक्नुवन्ति. अत्र वेङ्कटरामन् महोदय वक्तुमिच्छति वा? वक्तुम् इच्छामि मान्ये, परन्तु एतद् अभ्यासक अहं न प्राप्तवान्. हा हा, चिन्ता नास्ति चिन्ता नास्ति, अहं केवलम् उदाहरणं वदामि, भवान् प्रयत्नं करोतु. अर्धवर्षेण अर्ध पूर्वपदं वर्षेण इति उत्तरपदम्, अर्ध शब्दः प्रथमातत्पुरुषे निर्दिश्यन्ति पाणिना, अतः अर्धं वर्षस्य तस्मिन् तस्मिन् भवति वा अथवा क्षम्यतां क्षम्यतां तेन. हा समीचीनम् उत्तमम्. हा समीचीनं सम्यक् समीचीनम्. अनन्तरम् अग्रिममपि करोति वा? अर्धवर्षेण इति तृतीयविभक्ति स्वतृतीया तत्पुरुषः वा? न न न न, तृतीयतत्पुरुषः नास्ति अत्र. समस्तपदं तु अर्धवर्षः इति समस्तपदं, वस्तुतः अर्धवर्षः इति समस्तपदं भवति, परन्तु यदि वाक्यसन्दर्भे अहम् अर्धवर्षेण इति प्रयोक्तुम् इच्छामि चेत् तत्र समस्तपदं तु अर्धवर्षः इति एव, परन्तु वाक्यस्तरे अर्धवर्षेण इति प्रयोगः. प्रातिपदिकं तृतीयविभक्ति अर्धवर्ष इत्यस्य प्रातिपदिकं प्रातिपदिकम् अर्धवर्ष वर्षेण तु तृतीयविभक्ति. सत्यं सत्यं सत्यं. अन्य प्रश्नः अत्र, एतत् सर्वत्र विग्रहवाक्येषु यस्मिन् तेन एतादृश वा शब्दाः भवन्ति, कथं जानीमः केन शब्दस्य प्रयोगं करणीयम् इति? अत्र अत्र अत्र प्रथमतया अत्र प्रथमतया अस्माकं लक्ष्यं किम्, अत्र कीदृशसमासः इति प्रथमतया लक्ष्यम्. अर्धवर्षेण इति दृष्ट्वा पूर्वपदे अर्धम् अस्ति, अपि च तत्र उत्तरपदे वर्ष इत्यस्य अर्धभागस्य सूचना अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः तत्पुरुषसमासः अस्ति, प्रथमतत्पुरुषसमासः अस्ति इति ज्ञातुं शक्नुमः. तर्हि तावत् जानीमः चेत् तत्र अनन्तरम् अत्र वर्षेण इति अस्ति, उत्तरपदे कीदृशविभक्तिः अस्ति, कीदृशी विभक्तिः अस्ति उत्तरपदे वर्षेण इति, तत्र तृतीया विभक्तिः अस्ति. तर्हि वयं ज्ञातुं शक्नुमः समस्तपदे तृतीया विभक्तिः योजितः अस्ति इति ज्ञातुं शक्नुमः. तर्हि अत्र अर्धवर्षः इति समस्तपदम् अस्ति, तर्हि तदनन्तरं तत्र डिफाल्ट् अर्धवर्षः इति अस्ति, तदनन्तरं तत्र तृतीयविभक्तिं योजयित्वा अर्धवर्षेण इति अभवत्. तर्हि तर्हि तत्र तृतीयविभक्तौ सर्वनामपदं तेन इति भवति, अतः अर्धवर्षस्य तेन इति तादृशम्. अवगतं वा? धन्यवादः धन्यवादः भगिनि. भगिनि इत्युक्ते अर्धवर्षेण इति समस्तपदं किल? अर्धं वर्षेण इति आगच्छति वा अथवा अर्धं वर्षम् इति आगच्छति वा? न, अस्माकं प्रक्रिया कीदृशी अस्ति, प्रथमतया तत्र पदद्वयम् अस्ति, अर्धवर्ष इति पदद्वयम् अस्ति, द्वयोः प्रातिपदिकं स्वीकृत्य समासः भवति. तर्हि अर्धवर्ष इति नूतनप्रातिपदिकम् अर्धवर्ष. तर्हि अर्धवर्ष इति नूतनप्रातिपदिकं सामान्यतया वयं किं कुर्मः, डिफाल्ट् प्रथमाविभक्तौ एव वदामः अर्धवर्षः इति समस्तपदम्. खलु अर्धवर्षः इति एव समस्तपदं भवति पद परन्तु मम विवक्षा अस्ति अहं तृतीयविभक्तौ वक्तुम् इच्छामि तर्हि तत्र वर्षेण तत्र अर्धवर्ष इति प्रातिपदिकं स्वीकृत्य तृतीयविभक्तिं योजयित्वा अर्धवर्षेण इति अहं समस्तपदं करोमि तर्हि वयं ज्ञातुं शक्नुमः तत्र मूले तु अर्धवर्षः इति एव अस्ति तदनन्तरं तत्र तृतीयविभक्तौ विभक्तिं योजयित्वा अर्धवर्षेण इति अभवत्। मम प्रश्नः एवम् अर्धं वर्षः इति विग्रहवाक्यं वा अथवा अर्धं वर्षेण इति विग्रहवाक्यं वा इति मम प्रश्नः। उभयमपि नास्ति। प्रथमतत्पुरुषसमासे उत्तरपदं कीदृशपदं भवेत्? प्रथमाविभक्ति पूर्वपदं पूर्वपदे पूर्वम् अपर अर्ध एतेषु अन्यतमं पदम् अस्ति। उत्तरपदे षष्ट्यन्तं पदम् षष्ट्यन्तपदम् ओहो उत्तरपदे षष्ट्यन्तं पदम् अतः विग्रहवाक्यम् अर्धं वर्षस्य इत्येव न तु अर्धं वर्षेण अथवा अर्धवर्षः इति नास्ति। अत्र वैशिष्ट्यमस्ति प्रथमतत्पुरुषसमासे वैशिष्ट्यमस्ति उत्तरपदे षष्ट्यन्तं पदं भवति विग्रहवाक्ये। अतः एतत् प्रथमतत्पुरुषः एव किल? सत्यं प्रथमतत्पुरुषः एव। अस्तु भगिनि कथं ज्ञातवती प्रथमतत्पुरुषः इति? अर्धम् इति अर्धमिति पूर्वपदं प्रथमतत्पुरुषः एव एकदेशवाचकपदम् अण्ड् कालवाचकपदम् अपि अतः प्रथमतत्पुरुषः। सत्यं सत्यं समीचीनम्। अस्तु तर्हि अत्र महोदय भवान् वेङ्कटरामन् महोदय गुरुवीक्षिताः गुर्वीक्षिताः गुरुवीक्षिताः सन्धिं कृत्वा गुर्वीक्षिताः गुरुणा वीक्षिता वा? सत्यं का वदति सावित्री भगिनी वा? आम् हा वदतु सहायं करोतु। गुरुवीक्षिताः खलु शब्दः भवद्भिः उक्तं गुरुणा वीक्षिताः गुरुणा वीक्षिताः वा उत्तरपदं किम्? वीक्षिताः हा शब्दः हा सन्धि इति पूर्वमेव उक्तं किल गुरुवीक्षिता इति किल उक्तं सत्यं यतः मम समीपे तत् पत्रं नास्ति केवलं श्रुत्वा वदन्ती अस्मि। अस्तु गुरु समीचीनं गुर्वीक्षिता किल सत्यं भवती यत् उक्तवती समीचीनं भगिनि गुरुणा ईक्षिताः गुरुणा ईक्षिताः कीदृशसमासः? गुरुणा तृतीयविभक्तिः तर्हि तृतीयतत्पुरुषसमासः स्पष्टं वा महोदय? बहुवचन अस्ति हा भवतु आं भगिनि धन्यवादः हा अस्तु भवतु प्रश्नः कः? प्रश्नः नास्ति तत्तु ताः इति वदनेन तत्तु बहुवचनः सत्यं बहुवचने अस्ति समीचीनम्। अस्तु अस्तु सूर्यकुमारी भगिनी भवती एव अग्रिमं करोति वा पाणिनी प्रणीता? आं महोदय हलो हा वदतु पाणिनी प्रणीता पाणिनी प्रणीता पाणिनि पूर्वपदं पाणिनेन प्रणीता रचिता इति किल रचिता इति सत्यं प्राणिना भगिनी पुष्पा भगिनी एकक्षणं भगिनी भवत्याः अवसरः भवति तृतीयतत्पुरुष भगिनि हा पुनः वदतु पाणिनेन प्रणीत अत्र पाणिनिन् इति नकारान्तपदमस्ति पाणिनिना प्रणीता अष्टाध्यायी तृतीयतत्पुरुषसमासः. अस्तु अस्तु अस्तु, समीचीनं, धन्यवादः भगिनि. धन्यवादः. अग्रे अत्र राजी भगिनी अग्रिमं करोति वा? आम्. कामान्धः कामेन अन्धः इति विग्रहवाक्यं द्वितीयतत्पुरुषः. कथं ज्ञातवती? कामान्धः कामेन कथं ज्ञातवती इत्युक्ते तस्य अर्थं यः कामेन अन्तः भवति सः कामान्तः इति मम चिन्तनम्. अन्धस्य कारणं किम्? कारणम् अन्तः इति वाक्यं तृतीय पदं तृतीय तत्पुरुषे भवति इति अहं चिन्तयामि. तृतीयतत्पुरुषे नास्ति अन्धः इति पदं तृतीयतत्पुरुषे नास्ति. तर्हि अत्र कथं ज्ञातवन्तः? अत्र पूर्वं वयं दृष्टवन्तः खलु विद्यामान्यः इति. विद्यामान्यः तत्र तत्र कारणं किम् आसीत्? किमर्थं तत्र तृतीयतत्पुरुषसमासः आसीत्? तत्र कारणम् अस्ति आसीत् खलु, हेतुः आसीत् खलु, विद्यायाः कारणेन एव तस्य गौरवमस्ति कस्यचित् पुरुषस्य गौरवम्. तादृशमेव कामेन अन्धः भवति इति कारणेन कामान्धः वा? सत्यं, कारणमस्ति. कारणम्? ओ अस्तु. कारण कामेन अन्धः इति कारणेन कामान्धः. अग्रिमं करोतु. रामबाणहतः रामबाणेन हतः कार्यं हेतुः रामबाणः हतः इति यः हतः सः रामबाणेन हतः हेतुः कारणकार्यसम्बन्धः. अत्रापि तदेव कर्त्री रामबाणः करणं हतः अतः रामबाणेन हतः इति कारणसम्बन्धः अस्ति. न, अत्र करणं किम्? करणं रामबाणेन, ओ करणमेव रामबाणः. रामबाणः एव करणं रामबाणेन हतः. अतः तृतीया तत्पुरुषः. हा, पूर्वपदे कर्णवाचकपदं इति कृत्वा तत्र रामबाणेन हतः इति तृतीया तत्पुरुषे आगच्छति. सत्यं सत्यं. तर्हि अत्र अत्र अन्यत् किमपि अस्ति वा? रामबाणः तत्र समस्तपदं भवति वा? रामस्य बाणः इति इति षष्ठी तत्पुरुषं भवितुम् अर्हति. भवति भवति. अस्तु, रामबाणः रामस्य बाणः इति. तर्हि आहत्य अत्र आहत्य कीदृशसमासः? आहत्य षष्ठी तत्पुरुषगर्भ तृतीया तत्पुरुषसमासः. हा, सम्यक् सम्यक्. वदतु महोदय. भगिनि, अत्र हतः तु कृदन्त शब्दः अस्ति वा? सत्यं सत्यं. तर्हि पूर्वपदं तृतीयान्तं करणवाचकपदम् अस्ति, उत्तरपदं तान्तरूपं कृदन्तं पदम् अस्ति. पूर्वस्मिन् उदाहरणे तत् अन्धः अपि तत् तादृशी अस्ति वा? अन्धः कामेन अन्धः तत्र पूर्वपदं हेतुवाचक तृतीयान्तहेतुवाचकपदम् अस्ति, उत्तरपदे सुबन्तं पदम्. अस्तु, समीचीनम्. अग्रे अत्र जगन्नाथमहोदय वक्तुमिच्छति वा? लङ्का गताः वा? लङ्कां गताः. लङ्कां गता इयै इय इय द्वितीय तत्पुरुषसमासः लङ्का प्राप्तवती इति कापि सत्यं सत्यं लङ्कां गताः सत्यम् अत्र द्वितीय तत्पुरुषसमासः अस्ति समीचीनम् अग्रिमं तस्य विग्रहवाक्यम् अत्र द्वितीयविभक् ओ एतत्तु लङ्गताः इत्युक्ते ओ बहुवचनम् अस्ति अस्तु बहुवचने अस्ति सत्यं लङ्कां गताः अग्रे गोरक्षितं गवां रक्षितं षष्ठी तत्पुरुषः अत्र हा चिन्तयतु इतोपि अत्र कीदृशपदानि सन्ति पूर्वपदे उत्तरपदे पूर्वपदे ओ हे क्तान्तपद क्तान्तपद अस्ति चेत् अधिकतया तृतीयाविभक्ति किन्तु अत्र गो किन्तु गां तु न रक्षन्ति तेषां रक्षणं भवितव्यं गोरक्षिता येन गोरक्षितं येन हा चिन्तनं सम्यक् अस्ति अत्र रक्षित इति पदं तान्तरूपम् अस्ति अतः तृतीयान्तं भवेत् वा इति चिन्तनं बहु सम्यक् अस्ति परन्तु अत्र वस्तुतः रक्षितम् इति पदं कीदृशसमासे भवति ओ रक्षित इति चतुर्थी तत्पुरुष अस्तु तर्हि गवे रक्षितं सत्यं गवे रक्षितम् अथवा गोभ्यः रक्षितम् इत्यपि भवितुमर्हति अतः गोरक्षितं समीचीनं समीचीनं महोदय धन्यवादः सरला भगिनी वदति वा अग्रे सर्वे हितं चतुर्थी तत्पुरुषः अस्ति सर्वेभ्यो हितं सर्वेभ्यः हितमिति वस्तुतः अत्र समस्तपदं सर्वहितम् आं सर्वहितं सर्वहितं चतुर्थी तत् चतुर्थी तत्पुरुष विग्रहवाक्यमस्ति सर्वेभ्यः हितं समीचीनं कथं ज्ञातवती हितम् इति चतुर्थी विभक्त्यां तत्पुरुषसमासे सूत्रे आगच्छति सत्यं समीचीनम् अग्रे अग्रे अस्ति सम्भाषणार्थ सम्भाषणम् इदम् अपि चतुर्थी तत्पुरुषसमासे यदि अर्थं शब्द विग्रहवाक्यं पुनः वदतु सम्भाषणाय इति पदं कदा भवति यदि अर्थ समस्त पदे अस्ति त इदम् आगच्छति विग्रहवाक्ये तत्तु समीचीनं परन्तु अत्र अत्र कीदृश अर्थपदम् अस्ति सम्भाषणार्थ कीदृशपदम् अस्ति लिङ्गं किं लिङ्गं स्त्रीलिङ्ग अस्ति तर्हि इदं भवति नपुंसकलिङ्गं भव अयम् आगच्छति पुल्लिङ्गे स्त्रीलिङ्गे आगच्छति इयम् अस्ति पुनः विग्रहवाक्यं वदतु सम्भाषणाया इदं न इदं नास्ति सम्भाषणाय इयं तर्हि अत्र वस्तुतः अत्र सम्भाषणार्था भाषा इति वदामि चेत् अत्र अर्था इति पदं विशेषणमस्ति भाषा इत्यस्य अस्तु तर्हि सम्भाषणाय इयं भाषा इति तादृशं भवति. हा समीचीनम्. सम्भाषणाय भगिनी उक्तवती सम्भाषणाय इदं सम्भाषणाय मम मया श्रुतं सम्भाषणाय इति अतः अहं सम्भाषणाय इति चतुर्थ्यन्तं पदं सम्भाषण इत्यस्य चतुर्थ्यन्तं पदं सम्भाषणाय. अस्तु अग्रे पुष्पा भगिनी वदतु. पुष्पा भगिनी अस्मि भगिनि अस्मि एकनिमिष भगिनि हा वदतु किम् ऐम् सारि इन् द सम्भाषण हा बालार्थानि न दीर्घ न दीर्घ न बालार्थानि बाल अर्थ तु चतुर्थी बालाभ्यां न बालाभ्यां न बालाय बालाय अर्थानि बालाय अर्थानि न यत्र अर्थपदं समस्तपदे अस्ति अत्र विग्रहवाक्ये कीदृशपदं भवेत् अत्र सर्वनाम सर्वनामपदं भवति. ओ बालाय बालाय इदं बालाय इदम् अर्थानि न अर्थानि इति इत्यस्य लिङ्गं किं वचनं किम् अर्थानि तत्तु बहुवचन इमानि इमानि बालाय इमानि अर्थानि अर्थानि नास्ति अत्र अत्र समस्तपदे अर्थपदे समस्तपदे अर्थशब्दः भवति परन्तु विग्रहवाक्ये बालाय इमानि इत्येव इमानि इमानि अर्थ अर्थ न अत्र अत्र वस्तुतः अत्र सम्यक्तया अवगन्तुम् इच्छामः चेत् बालार्थानि फलानि इति स्वीकरोति चेत् बालार्थानि फलानि इत्युक्ते बालाय इमानि फलानि इति विग्रहवाक्यं बालाय इमानि फलानि तत्तु बालार्थानि वक्तुं बालाय इमानि इमानि बालाय इमानि बालाय इमानि तदेव अस्तु अस्तु अस्तु भगिनि अग्रिमं करोतु. अग्रिमं तु भगिनि बालार्थानि इति पदे बाला इति श्रीलिङ्गपदम् इति अपि नेतुं शक्नुमः किल सत्यं नेतुं शक्नुमः तस्मिन् सन्दर्भे बालाय इमाः इति आगच्छति किल न इमान् अर्थानि बालाय इमाः किन्तु किमर्थं इत्युक्ते बालः इति श्रीलिङ्गपदं यदि वयं कुर्मः चेत् बालाः इति श्रीलिङ्गपदस्य चतुर्थीविभक्ति बालायै इदम् इत्यर्थ बहुवचनम् इमाः अतः बालाय इमाः इति वक्तुं शक्नुमः वा बालायै इति तु समीचीनम् इमाः इति तु न इति तु इमाः इति कस्य विशेषणम् अस्ति इमाः अर्थानि इति बहुवचने अस्ति किल भगिनि अर्थानि इति अस्ति वाक्यं शृणोतु एकवारं बालार्थानि फलानि इति अस्ति तर्हि इदानीं समस्तपदं विशेषणमस्ति फलानि इत्यस्य विशेषणमस्ति तर्हि इदानीम् अत्र इदानीम् अत्र बाला इति श्रीलिङ्गे अस्ति इति चिन्तयामः चेत् तर्हि विग्रहवाक्यं कीदृशं भवति बालार्थानि बालार्थानि इति अत्र श्रीलिङ्गपदम् अस्ति बाला पुल्लिङ्गवदनेन परिवर्तनं कर्तुं वा न इदानीं पश्यामः बालार्थानि इति एव समस्तपदम् अत्र पुल्लिङ्गे भवतु अस्मिन् सन्दर्भे स्त्रीलिङ्गे अपि भवितुम् अर्हति यथा भगिनी उक्तवती परन्तु विग्रहवाक्यं कीदृशं भवति भगिनी वदतु राजीभगिनी बालायै अहं चिन्तितवती बालाः इति श्रीलिङ्गपदम् अस्ति, तत् कारणेन अर्थानि अपि श्रीलिङ्गपदे युमाः इति आगच्छति इति मम चिन्तनं, तत्तु नास्ति इति भवती उक्तवती, अहं न अवगतवती भगिनि. हा, इदानीं वदामि. अत्र बाला बालार्थानि बाला इति श्रीलिङ्गपदे अस्ति. अस्तु, समीचीनं. तर्हि बालायै बालायै इमानि फलानि इति एव भवति. इमानि फलानि इमाः इमाः फला इमाः फलानि इति वक्तुं शक्यते वा? ओ न न न. अस्तु भगिनि, इमानि फलानि इति लिङ्गपदम् अग्रे आगच्छति. तर्हि बालाय इमानि पदानि इति तत्र नपुंसकलिङ्गपदं न न आगच्छति इति चिन्तयतु. तर्हि समस्तपदं किं कीदृश भवति? नपुंसकलिङ्गपदम् अत्र विशेष्यं नपुंसकलिङ्गपदं नास्ति इति चिन्तयति चेत् तत्र समस्तपदं कीदृशं भवति? ओ बालार्थानि, तस्य तस्मिन् सन्दर्भे नपुंसकलिङ्गपदम् एव आगच्छति. सत्यं सत्यं, यतोहि विशेषणमस्ति. अस्तु, विशेषस्य लिङ्गं वचनं सर्वम् आश्रित्य विशेषणम्. भगिनी इत्युक्ते अर्थपदस्य वचनलिङ्गं द्रष्टव्यं, तथैव विग्रहवाक्य रचितं भवति. इयम् इदं वा अयं? सत्यं सत्यं, समस्तपदं दृष्ट्वा अपि वक्तुं शक्यते. बालार्थानि अर्थानि इति उत्तरपदे अस्ति खलु, अर्थानि इति तु नपुंसकलिङ्गे एव भवति. तर्हि विशेषणं नपुंसकलिङ्गे अत्र अस्ति, तर्हि विशेष्यमपि नपुंसकलिङ्गे एव स्यात्. विशेष्यम् अनुसृत्य एव विशेषणं खलु. नास्ति चेत्? नास्ति चेत् किं नास्ति? पुष्पा. ओ पुष्पा तु पुष्पाणि वक्तुं, बालार्थानि पुष्पाणि, पुष्पाणि एव वक्तुं शक्नुमः. इदानीम् एकवचने वक्तुम् इच्छति चेत् बालार्थं पुष्पं, तत्र बालार्थम् इति समस्तपदं भवति. अस्तु, तर्हि बालार्थम् इति दृष्ट्वा अर्थपदम् उत्तरपदे अस्ति. बालार्थम् इति अस्ति चेत् तत्र विग्रहवाक्यं कथं भवति? बालार्थ बालार्थं बालार्थं बालार्थं फलम् बालार्थं फलं बालाय इमं न हा इमं न किमर्थं द्वितीयविभक्तिः इदम् इदम् इदं बालाय इदं फलम् इदं फलं बालाय इदं फलं स्पष्टमस्ति वा अत्र महोदय? महोदय, बालाय योग इदं समस्तपदं बालार्थं, तदनन्तरं बहुवचनरूपं बालार्थानि इति वक्तुं शक्यते वा? सत्यं सत्यं, अत्र सन्दर्भ अनुसृत्य अत्र फलानि इति बहुवचने अस्ति इति कृत्वा बालार्थानि इति. धन्यवादः. हा, समीचीनं. तर्हि अग्रे अत्र पुष्पभगिनी अग्रिममपि करोतु. पुष्पभगिनी गोसुखं म्यूट् अस्ति. गोसुखं तत् जगन्नाथ महोदय वक्तं तदेव तथैव अस्ति इति मन्ये. कीदृशसमासः प्रथमतया वदतु. हा हा, गोसुखं सुखं तु सुख दुःख ते सर्वे द्वितीय न महोदय किम् उक्तवान् तथैव इति उक्तवती महोदय. पञ्चमी उक्तं न पञ्चमी उक्तं पञ्चमी विभक्ति पञ्चमी कदा भवति? सुखं तु पञ्चमी विभक्ति अस्ति. वा गोरक् गोरक्षितं रक्षितं सुखं रक्षितं तत् तथैव न सुखं पञ्चमी नास्ति भगिनि सुखं पञ्चमी नास्ति मम विस्मृतं चतुर्थी चतुर्थी चतुर्थी गो तत् विभक्ति गो विभक्ति न स्मरामि विस्मरामि भगिनि चिन्ता नास्ति अत्र अत्र सावित्री भगिनी सहायं करोति वा गो सुखं गोभ्यः सुखं गोभ्यः सुखं तत् बहुवचनं वक्तुं शक्नुमः एकवचने वक्तुं शक्नुमः बहुवचने वक्तुं शक्नुमः द्विवचने अपि वक्तुं शक्नुमः सन्दर्भानुसृत्य अस्तु तर्हि तत्र प्रथम अभ्यासः समाप्तः इदानीम् अत्र द्वितीयः अभ्यासः अत्र बालसुब्रह्मण्य महोदय आरम्भं करोति वा न क्षम्यताम् अत्र महोदय क्षम्यताम् अत्र पद्मा भगिनी अपि अस्ति पद्मा भगिनी वदतु एकक्षणम् एतत्तु करपत्रं सर्वेपि प्रेषितं वा भगिनि मह्यमपि प्रेषितं स्यात् वा न हा अत्र अत्र किम् अस्ति इत्युक्ते गतसप्ताहे मम वर्गस्य अनन्तरं ध्वनिमुद्रणं प्रेषितवती तत्र अस्ति अहं पुनः इदानीं पुनः प्रेषयामि वा यदि शक्यते द्रष्टुं शक्नोमि इति न चेत् हा पुनः न न मम मम ईमेल् अनौन्स्मेण्ट् अस्ति खलु तत्र अन्ततो अधोभागे अस्ति भगिनि मम ईमेल् अनौन्स्मेण्ट् अस्ति वा अधोभागे अस्ति प्रेषितम् इति वक्तुं शक्नोति वा अहं वर्ग त्रिषु वर्गेषु अहं भागग्राहिणी अस्मि अतः मेल्स् तत्र भवती प्रायः कदा प्रेषितवती इति वक्तुं शक्नोति वा हा ह्यः एव प्रेषितवती ह्यः श्रीविद्या नाम्ना वा हा अहं पश्यामि तर्हि पुनः एकवारम् अन्ततो गत्वा अस्ति भवतु पश्यामि तर्हि एकवारं मम ईमेल् ईमेल् अधोभागे अस्ति उदाहरणानि इदानीं यत् प्रचलदस्ति तदस्ति वा हा सत्यं भवतु भवतु अहं पश्यामि अस्तु अत्र पद्मा भगिनी वदति वा अग्रे आम् आम् भगिनि समस्तपदं लिखित सिंहाद्भीति अभ्यासः वा सत्यं सिंहाद्भीतिः अत्र भयभीत भीतिभि शब्दैः समस्त समस्यते पञ्चम पञ्चमी तत्पुरुषसमासः अस्ति सिंहाद्भीतिः समस्तपदं विग्रहवाक्यं सिंहभीतिः सिंहभीतिः समीचीनं सिंहभीतिः सिंहभीतिः अत्र कीदृशसमासः सिंहात् पुंलिङ्ग एकवचनम् अस्ति समासः कीदृशः पञ्चमी तत्पुरुषसमासः पञ्चमी तत्पुरुषसमासः कथं ज्ञातवती भीति भय शब्दे शब्दै उत्तरपदानि अस्ति चेत् पञ्चमी तत्पुरुषसमासं द्रष्टव्यम् हा सत्यं समीचीनम् समीचीनमस्ति अग्रिममपि करोतु आं राक्षसीभ्यः भीतिः अत्र स्त्रीलिङ्गे बहुवचने अस्ति राक्षसीभ्यः भीतः राक्षसभीतः न पुनः चिन्तयतु राक्षसीभ्यः भीतः राक्षसीभीतः राक्षसीभीतः हा राक्षसीभीतः समीचीनम् राक्षसीभीतः सम्यक् धन्यवादः अग्रे अत्र बालसुब्रह्मण्य महोदय कस्मै इदं कस्मै इदम् इति चतुर्थी विभक्ति कः कस्मै सो कस्यार्थम् इति समस्तपदम् अर्थम् मह्यं मदर्थं तदर्थं कस्यार्थं वा कस्मै इत्यस्य प्रातिपदिकं किम् कस्मै इति प्रातिपदिकं कस्मै चतुर्थीव्यक्ति इदं समस्तपदं अर्थम् इति रूपम् आयाति सो कस्मै किम् इति प्रातिपदिकं भगिनी अहं प्रेषितवती प्राप्तवती वा इति पश्यतु भगिनि सावित्री भगिनी अहं प्रेषितवती ईमेल् पुनः आम् प्राप्तं प्राचीनमपि लब्धं तत् पश्यन्ती अस्मि अस्तु अस्तु समीचीनं तर्हि वेङ्कटरामन् महोदय भवतः पार्श्वे अस्ति वा आं भगिनि अहम् इदानीं प्राप्तवान् धन्यवादः अस्तु अस्तु समीचीनम् अस्तु तर्हि अत्र कस्मै इदम् इति चतुर्थी तत्पुरुषसमासः अस्ति तत्र कस्मै इत्यस्य प्रातिपदिकं किम् अस्ति अतः किमर्थम् अर्थम् इति तत्र नपुंसकलिङ्गे कथम् आगच्छति इदम् इदम् इति अस्ति इति वा हा सत्यम् इदम् इति नपुंसकलिङ्गे अस्ति खलु विग्रहवाक्ये इदमिति नपुंसकलिङ्गे अस्ति अतः समस्तपदे अपि समस्तपदं नपुंसकलिङ्गे भवति अतः अर्थं हा द्वयोः सम्बन्धः अवगतः खलु हा अस्तु अग्रे करो अग्रिमं करोतु महोदय गोभ्यः बलिः गोभ्यः अत्रैव अत्रापि चतुर्थीभक्ति गोभ्यः बलिः इति चतुर्थीभक्ति उत्तरपदं सो समस्तपदं चतुर्थी गोभ्यः कवः न इति इदानीं पश्यतु महोदय अत्र गोभ्यः बलिः इति पदद्वयम् अस्ति गोभ्यः इत्यस्य प्रातिपदिकं किम् गोः गो इति प्रातिपदिकं गो गो योगः बलि बलि इत्यस्य प्रातिपदिकं बलिः इत्यस्य प्रातिपदिकं बलि तर्हि गोयोगः बलि गोबलि इति समस्तपदम् हा गोबलिः गोबलि इति नूतनप्रातिपदिकं तदनन्तरं प्रथमविभक्तौ गोबलिः समीचीनम् अस्तु धन्यवादः महोदय अग्रे वेङ्कटरामः महोदय करोति वा अस्तु भगिनि अहं करोमि एतस्य अर्थः किं भवितुम् अर्हति भगिनि गोभ्यः बलिः इत्यत्र गोनिमित्तम् इति वा बलिः हा यत्र अत्र बलिः इत्युक्ते साक्रिफैस् इत्यस्मिन् अर्थे नास्ति आहारमिति वा आहारमिति अस्मिन् अर्थे महोदय देशस्य सेवा एतद् षष्टी तत्पुरुषसमासः किन्तु इत्युक्ते तत्पुरुष सामान्य तत्पुरुषे पूर्वं पदं विभक्तिं सूचयति अतः देशस्य इति देशपुल्लिङ्गशब्दस्य षष्टि एकवचनम् अतः देशस्य सेवा इति षष्टी तत्पुरुषसमासः समस्तपदमपि देशसेवा सम्यक् समीचीनम् अग्रे अग्रे कथायाः कथनम् एतदपि षष्टि तत्पुरुषसमासः समस्तपदं कथा कथनम् अस्तु, समीचीनं, सम्यक्, धन्यवादः. अग्रे अत्र, हा अग्रे अत्र सूर्यकुमारी भगिनी वदति वा? हा महोदय, स्वस्य जनः सत्य स्वस्य जनः भवत्याः पार्श्वे नास्ति वा? नास्ति महोदय. मम ई पत्रं न प्राप्तवती वा? न, ऐ डिन्ट् गेट् इट्. ओ, न प्राप्तवती, ओके. भवत्याः ईमेल् ईमेल् अड्रेस् मम पार्श्वे नास्ति, ई सङ्ख्या नास्ति मम पार्श्वे. ओ, ओके. अतः न प्रेषितवती. स्वस्य जनः स्वस्य जनः स्वस्य जनः स्वस्य जनः स्वयं जनः. स्वस्य इत्यस्य प्रातिपदिकं किं? स्वस्य, हा, प्रातिपदिकं स्वस्य, रैट्? स्वस्य इति इति कीदृशपदम्? स्वस्य स्वस्य इति अस्ति षष्ट्यन्तं पदमस्ति खलु? स्वस्य, ओके. स्वस्य इत्यस्य प्रातिपदिकं अत्र न, राजेन्द्रमहोदय किञ्चित् साहाय्यं करोतु. आं, स्व इति प्रातिपदिकं स्वजनः स्वजनः स्वजनः. अत्र किं भवति इत्युक्ते तत्र अत्र विग्रहवाक्ये स्वस्य जनः इति अस्ति, तत्र तत्र विभक्तिलोपः भवति, पूर्वपदस्य विभक्तिः लुप्तः भवति. तर्हि अत्र प्रातिपदिकमेव स्वीकुर्मः, द्वयोः पदयोः प्रातिपदिकं स्वीकुर्मः. स्व इति प्रातिपदिकमस्ति पूर्वपदस्य, उत्तरपदस्य प्रातिपदिकं जन. तर्हि स्वजन इति नूतनप्रातिपदिकं. स्वजन इति यथा राम इति अकारान्तप्रातिपदिकं, तत्र रामः इति प्रथमविभक्तौ, एवमेव स्वजन स्वजनः इति समस्तपदम्. ओके, आम् अवगतम्. अवगतम्, अस्तु, समीचीनं, धन्यवादः भगिनि. अग्रे राजेन्द्रमहोदय. आम् आम्, भवते इदं प्रातिपदिकम् अस्ति भवत्, इदं तत्र चतुर्थी विभक्ति अर्थे अस्ति उत्तरपदं, तत्र चतुर्थी तत्पुरुषसमासः अस्ति भवदार्थं. पुनः वदतु समस्तपदं किं? भवदार्थं तत्र दीर्घत्वम् अस्ति वा? न न न न, तत् नास्ति, भवदर्थं. हा, भवदर्थम्. अत्र हा अत्र अत्र हा समीचीनं, भवदर्थम् इति अस्ति. अत्र वस्तुतः भवत् इति प्रातिपदिकं, तत्र सन्धिः भवति खलु? आम् आम् भगिनि, भवत् भवति तत्र, परन्तु तत् आकारः न आगच्छति. सत्यं सत्यं, तत्र जष्ट्वसन्धिः भूत्वा योजनं भवदर्थम्. अग्रिमं करोतु महोदय. तस्मिन् किञ्चित् मम संशयः अस्ति, पठने समर्थः तत्र तत् सप्तमी तत्पुरुषः अस्ति, यथा समर्थः अस्ति तत्र उत्तरपदं पठने तत्र तत्र सप्तमी विभक्त्याम् अस्ति, पठ् धातु अस्ति, पठ् समर्थः यस्मिन् तत्र अत्र प्रातिपदिकं किं, तदेव प्रश्नः खलु? पठ् धातु पठ् पठ् अस्ति. हा, पट् पट् इति धातुः अस्ति चेत् अत्र सुबन्तं पदं न भवति खलु? पठनं पठनं, हा, पठन इति प्रातिपदिकं, पठनं प्रातिपदिकं तत्र पठनसमर्थः पठनसमर्थः, सम्यक्, पठनसमर्थः. पठन इति कीदृशपदमस्ति? सित् न अवगतं भगिनि किं न पठनं पठनम् इति पदमस्ति खलु पठनं पठनं गमनं कीदृशपदम् अहं वदामि वा वदतु पठनम् इति ल्युट् पदं हा ल्युडन्तं पदमस्ति ल्युडन्तं पदमस्ति सुबन्तं पदं पठनम् इति सुबन्तं पदं तर्हि पठनम् इति सुबन्तपदस्य ल्युडन्तं पदं नपुंसकलिङ्गे एव भवति अतः पठनम् इत्यस्य प्रातिपदिकम् अस्ति पठन अतः पठनसमर्थः सम्यक् समीचीनं महोदय धन्यवादः अग्रे अत्र राजीभगिनी करोति वा स्त्रीषु धूर्तः प्रातिपदिकं स्त्री स्त्री धूर्तः सप्तमी तत्पुरुषसमासः स्त्री धूर्तः सप्तमी कथं ज्ञातवती स्त्रीषु सप्तमी सप्तमी स्त्रीषु पदस्य प्रातिपदिकं स्त्री अतः सप्तमी तत्पुरुषः अतः अपि च तत्र उत्तरपदं कीदृशपदं भवेत् धूर्तः इति धूर्तः प्रथमाविभक्ति अतः प्रथमाविभक्त्यन्तं धूर्तः इति पदं निपुणपदम् इति अहं चिन्तयामि निपुण इति पदं सप्तमी तत्पुरुषे आगच्छति अतः सप्तमी तत्पुरुषः सत्यं सत्यं समीचीनं धूर्तः इति निपुणः इत्यस्मिन् अर्थे अस्ति इत्यस्मिन् अर्थे अस्ति परन्तु तत्र तत्र कपटता अपि अस्ति न केवलं निपुणता परन्तु कपटता अपि अस्ति ओ कपटता अपि धूर्तः इति उच्यते वा हा धूर्तः इत्युक्ते वन् हू इस् स्किल्ड् बट् आल्सो इस् कनिङ्ग् ओके कनिङ्ग् पाके कुशला पाककुशला प्रातिपदिकं पाक पाककुशला सप्तमी तत्पुरुषः कुशलः अपि कुशलशब्दः अपि सप्तमी सप्तमी तत्पुरुषशब्दः एव अतः पाके सप्तमी विभक्तिः पाककुशला समस्तपदं सत्यं समीचीनं धन्यवादः अग्रे जगन्नाथ महोदय क्षम्यताम् अस्तु पाक नृत्यकुशलः नृत्ये कुशलः कुशली यः नृत्ये कुशलः कीदृशसमासः सप्तमी तत्पुरुषः सप्तमी तत्पुरुषसमासः सम्यक् अग्रे अग्रिमम् क्रीडापटुः क्रीडायां पटुः एतदपि एष अपि सप्तमी तत्पुरुष समासः सत्यं समासः सत्यं समीचीनं सम्यक् अस्ति अग्रे सरला भगिनी व्याकरणसमर्था भवती व्याकरणे समर्था सप्तमी तत्पुरुष संस्कृतकोविदः संस्कृते कोविदः सप्तमी तत्पुरुष कथं सप्तमी तत्पुरुषसमासः अत्र कोविदसमर्था इति उत्तरपदानि सप्तमी तत्पुरुषसमासकृते यः सूत्रमस्ति तस्मिन् आगच्छति सत्यं सत्यं सत्यं समीचीनं सम्यक् अग्रे पुष्पा भगिनि अस्मि भगिनि तत्तु किं कोविद न समर्थ आम् संस्कृतकोविद तत् कथं न ददभवत् अग्रे अग्रे भगवद्गीता भगवद्गीता तत्तु भगवतस्य गीता न भगवतः गीता तत्तु षष्टि चतुर्ष अत्र सावित्री भगिनी किं चिन्तयति भगवतः गीता आम् भगवत्सम्बन्धि गीता इति वा अत्र समासः कीदृशः भगवतः गीता षष्ठी इति एव चिन्तयामि तत्र अर्धः तु भगवत्सम्बन्धि गायति इति अर्थः वा इति भगवतः गीता इति तादृशं वयं चिन्तयामः परन्तु वस्तुतः अत्र गीता इति कीदृशपदमस्ति श्रीलिङ्ग श्रीलिङ्गपदं परन्तु कीदृशपदम् कृदन्तपदम् अस्ति हा कृदन्त कीदृश कृदन्तपदं तत्तु तृतीया तृतीया भवति चेत् किं भवति किं भवति भवति भगवतः भगवता न भगवता तृतीया तृतीया हा वदतु भगवतः एव भगवतः एव भगवतः नास्ति भगवता गीता वा भगवता गीता भगवता गीता किमर्थम् इति चेत् अत्र यत्र पूर्वपदे तृतीयान्तं कर्तृवाचकपदम् अस्ति उत्तरपदे कृदन्तपदम् अस्ति तान्तपदं तत्र तृतीया तत्पुरुषसमासः भवति भगवता गीता पुष्पभगिनी अत्र प्रातिपदिकं किं भगवत् भगवत् इति भगवत् इति प्रातिपदिकं सम्यक् समीचीनं तस्य आत्मसंयमं करोमि करोतु आत्मन् आत्मन् आत्मा तत्तु पुल्लिङ्ग अस्ति न आत्मतत्पुरुष आत्मन् न आत्मा एव आत्मा इति प्रथमविभक्तौ प्रातिपदिक संयमः तु समर्थ इति अस्ति तथैव समर्थ इति नास्ति भगिनि न संयमः संयमः तथैव तत् संयमः समर्थ तथैव तिष्ठति तत्तु षष्ठी तत्पुरुष विग्रहवाक्यम् आम् विग्रहवाक्यम् आत्मनः संयमः सम्यक् ऐ केन् पैक् मै बैग् सम्यक् सम्यक् समीचीनम् अस्तु अग्रे अग्रे अत्र सावित्री भगिनी भवती एव करोतु अग्रे भगिनी आत्मनि संयम अपि भवितुं शक्नोति सप्तमी न आत्मनि संयमः इति वा अत्र वस्तुतः आत्मनि संयमः इति प्रायः न भवितुम् अर्हति यतोहि संयमः इति पदम् अत्र सप्तमी तत्पुरुषे विशिष्टस्थलेषु एव भवति यत्र निपुणः कुशलः तादृश अर्थे अत्र संयमः इति तादृश तस्मिन् अर्थे नास्ति खलु अस्तु अस्मद्भीतः संयमः इति पदस्य अर्थः निष्ठा इति किल नियमनं निग्रहः निष्ठा इत्युक्ते किमर्थं सप्तमी तत्पुरुषे न भवितुम् अर्हति निष्ठा इत्यस्य अर्थः कः यदि यः स्वस्य निष्ठायां भवति स्वस्मिन् भवति सः निष्ठा इति वयं नेतुं शक्नुमः किल किमर्थं न निष्ठा इत्युक्ते तत्र संयम तत्र निग्रहे निपुणः अस्ति इति तादृश तस्मिन् अर्थे वा निपुणव्यम् भवितव्या अत्र नो चेत् आत्मसंयम भगिनी आत्मनिष्ठा इति यदि वयं वदामः आत्मनिष्ठा इत्युक्ते आत्मनि निष्ठा किल तत्र आत्मनि निष्ठा इत्यस्मिन् तत्र तस्मिन् तस्मिन् अर्थे तथा अस्ति अत्र संयमः इत्युक्ते अत्र तत्रापि तथैव अर्थः भवति वा संयमः इति निष्ठा इत्यत्र श्रद्धा इति अर्थः अपि किमर्थं न भवति इति मम प्रश्नः किमर्थं न भवति भवितुं न संयमः इत्यस्य अर्थः कः निष्ठा इति अर्थः नास्ति खलु संयमः इत्यस्य अर्थः किम् इत्युक्ते यः तस्य इन्द्रियाणां निग्रहः करोति निग्रहं करोति इन्द्रियाणां निग्रहणं यः करोति खलु तत्र निष्ठा इत्यस्मिन् तस्मिन् निपुणता अत्यावश्यकी तर्हि अत्र अहमपि चिन्तयामि सप्तमी भवितुं शक्नोति इति यदि तत्र निपुणता आवश्यकी तत्र निपुणता इत्यस्मिन् अर्थे वयं वदामः चेत् तत्र सप्तमी भवति परन्तु अत्र आत्मनः संयमः इति केवलं तथा एव वदामः चेत् तत्र षष्टी भवति तर्हि अत्र निपुणता आवश्यकता निपुणता विषये वयं वक्तुम् इच्छामः चेत् तर्हि तत्र सप्तमी भवितुमर्हति विवक्षा अनुसारं भवति वाक्यसन्दर्भे इति विवक्षा अनुसारम् अपि च संयमः इत्यस्मिन् संयमः इत्युक्ते सामान्यतया निपुणता इति नार्थः खलु अत्र सप्तमी तत्पुरुषसमासः कदा भवति अत्र स्पष्टतया निपुणता अथवा पण्डित कुशलता तादृश अर्थे एव भवति परन्तु अत्र संयमः इति सामान्यतया तस्य अर्थः कः यदा आत्मन् प्रातिपदिक आत्मन् पूर्वपदे आगच्छति तत्र तु सर्वदा निपुणतासहित सम्यता वा एव भवितुं शक्नोति नो चेत् न सर्वतो कठिनोत्तमं कार्यं तत् सत्यं सत्यं सत्यं समीचीनचिन्तनमस्ति इतोपि किञ्चित् चिन्तयामः अत्र संयमः इत्यस्य समानार्थकशब्दः निपुणता अस्ति वा इति द्रष्टव्यं तत्र संयमः इत्यस्य अर्थः तस्मिन् अर्थे निपुणता अपि अस्ति चेत् तत्र सप्तमी तत्पुरुषसमासः यतोहि अत्र सूत्रे कीदृशम् अस्ति इति एव द्रष्टव्यं खलु सूत्रे निपुणता इत्यस्मिन् अर्थे अस्ति चेदेव सप्तमी तत्पुरुषसमासः यद्यपि अत्र आत्मनः संयमः इत्यस्य कृते निपुणता आवश्यकी अस्ति तथापि अत्र संयमः इत्यस्य अर्थः कः इति निपुणता इत्यस्मिन् अर्थे अस्ति चेत् तत्र सप्तमी भवति तर्हि इतोपि चिन्तयामः अत्र संयमः इत्यस्य अर्थः कः इति एव प्रश्नः निपुणता प्रीरेक्विजिट् अस्ति ज्ञानयोगविषये भगवद्गीतायाम् आगच्छति ज्ञानयोगं तु केचन मुनिभ्यः योगिभ्यः एव भवितुं शक्नोति चिन्तनं समीचीनमस्ति चिन्तनं सम्यक् अस्ति सप्तमे अपि भवितुम् अर्हति इति भाति इतोपि चिन्तयामः अहमपि संयमः इत्यस्य अर्थः अमरकोशे समानार्थः वियाम नियम याम यम संयाम संयम कथमस्ति अमरकोशे समानार्थः वियाम नियम याम यम अहमपि चिन्तितवान् संयमः इत्यस्य पदस्य अर्थः कः कृपया वदतु भगिनि संयमः इत्यस्य अर्थः वा इत्युक्ते इन्द्रियाणां निग्रहः खलु अत्र अस्मिन् सन्दर्भे इन्द्रियाणां निग्रहः नियन्त्रणं वन् हु इस् कण्ट्रोलिङ्ग् हिस् सेन्सेस् तत्र इन्द्रियाणां नियमं करोति यः करोति इत्यर्थं वयं स्वीकुर्मः चेत् तत्र भगवतः किम् आत्मनः संयमः इत्येव भवितुम् अर्हति किल शक्ति तत्पुरुषे एव भवितुम् अर्हति किल भगवतः आत्मसंयमः इति वा आत्मनः संयमः तथा एव अहमपि चिन्तितवती. षष्ठी तत्पुरुषमेव भवितुम् अर्हति किल, किमर्थं सप्तमी वयं चिन्तयामः? किमर्थं चेत् अत्र संयमः, यः संयमः करोति तस्मिन् निपुणता अस्ति चेदेव संयमः कर्तुं शक्नोति इति. संयमं कर्तुं शक्नो, नियमनं कर्तुं शक्नोति. यस्मिन् तादृशनिपुणता अस्ति, अभ्यासं कृत्वा कृत्वा कृत्वा एव अन्ततो गत्वा तत्र संयमः भवति. अतः तत्र निपुणता अपि अस्ति. अतः निपुणता इत्यस्मिन् अर्थे वयं चिन्तयामः चेत् तत्र आत्मनि संयमः इति अपि भवितुमर्हति इति प्रश्नः. भगिनी, तथैव आत्मना संयममपि भवति. आत्मना संयम तृतीया अपि भवितुं शक्नोति. आत्मना संयमः कथं कथम् आत्मना अधिकरणं भवति, तस्य करणं भवति आत्मना संयम. अधिकरणं भवति इति उक्तवती, करणं न भवति. नो न अधिकरणं, करणं भवति आत्मना. करणं भवति वा? तत्र इन्द्रियाणाम् इन्द्रियाणां निग्रहणार्थं तत्र आत्मा अधिकरणं भवति वा? अहं न जानामि. यः वेदान्तशास्त्रं पठितवान् प्रायः सः वक्तुं शक्नोति. वयं चिन्तयामः गृहपाठरूपेण, सर्वे चिन्तयन्तु, अग्रे पश्यामः अपि अन्यत्र कुत्रापि तादृश उदाहरणम् अस्ति वा इति पश्यामः. अस्तु अस्तु, तर्हि अग्रे गच्छेम. आत्मेहि आत्मना आत्मनस्मरम् इति भगवद्गीतायां षष्ठ्यां षष्ठे अध्याये आगच्छति. अहं पश्यामि भगिनि. कीदृशपदम्? एकं श्लोकम् अस्ति भगवद्गीतायाम्, आत्मनेहि आत्मना इति अस्ति. आत्मा आत्मने संयम इति अहं दृश्यामि भगिनि. सन्दर्भः कः, कीदृशपदमस्ति इति दृष्ट्वा वदतु अनन्तरम्. अस्तु, आमां समीचीनं. तर्हि अत्र अत्र सावित्री भगिनी भवती एव वदन्ती आसीत् खलु? अस्मद्भीतः इति शब्दः, अस्मद्भीतः, भीतः इति अस्ति, अतः पञ्चमी विभक्तिः भवेत्. तत् अस्मत् इति प्रातिपदिकम्, अतः तत्र अस्मत् तत् बहु एकवचनं मत् भी मत्तः भीतः वा न, अस्मत् इति बहुवचने एव वक्तव्यं वा? अस्मत् भीतः अत्र उभयदा अपि वक्तुं शक्यते. एकवचने वदतु प्रथमतया. मत्भीतः समीचीनं. बहुवचने अस्ति चेत् अस्मत्भीतः, अस्मत्भीतः समीचीनम्. अनन्तरं भवन्नाम नाम इति वा नाम एव वा? अत्र मुद्रणदोषः अस्ति. नाम नाम इति एव भवन्नाम. अत्र सम्बन्धः वक्तव्यं, भवतः नाम इति भवति वा? सन्देहः. सत्यं सत्यं, भवतः नाम इति षष्टितत्पुरुषः. षष्टितत्पुरुषः सत्यं, समीचीनं, बहु सम्यक्, धन्यवादः. अग्रे पद्मा भगिनी करोति वा? आम् आं भगिनि. वृक्षमूलं, वृक्षः मूलम्, अहं चिन्तितवती प्रथम तत्पुरुषसमासं भाति अत्र. पुनः प्रथम तत्पुरुषः प्रथम इति उक्तवती वा? आम् आम्. किमर्थं धर अधर वृक्षं अत्र समस्तपदं किम्? आम् वृक्षस्य मूलं एक मार्गेण वृक्षः मूलं द्वितीयमार्गेण. द्वितीयमार्गेण अत्र कीदृशसमासः भवति? अवयवी अवयवी अवयवभाव सम्बन्धम् अत्र अस्ति न, परन्तु पूर्वपदं कीदृशपदं भवेत्? पूर्वपदं वृक्ष न न प्रथमतत्पुरुषसमासे कदा भवति प्रथमतत्पुरुषसमासः पूर्वपदं कीदृशपदं भवेत् पूर्वपदस्य कालवाचक न न न पूर्वपदम् अत्र सरला भगिनी वदतु पूर्वपदं कीदृशपदं भवेत् सरला भगिनी सप्तमेन अस्तु अत्र जगन्नाथमहोदय वदतु जगन्नाथमहोदय अस्ति वा हा क्षम्यतां म्यूट् मध्ये आसम् अस्तु वृक्षस्य मूलं न न अत्र प्रथमतत्पुरुषसमासे पूर्वपदे कीदृशपदं भवेत् ओ पूर्वपदे अर्ध इति अवयववाचकशब्दः यथा अर्ध अर्धशब्द तादृशं नो चेत् पूर्वम् अर्धं मध्यम् आधरः तादृश सत्यं सत्यं समीचीनं धन्यवादः पद्मा भगिनी स्पष्टं वा तर्हि अत्र कीदृशसमासः षष्ठी तत्पुरुषसमासः अस्ति हा तर्हि एकः एव विधः न तु द्वितीयमार्गः नास्ति अग्रे अन्तिमं करोतु तत् कृतं तस्मात् कृतं तत् न अत्र तत् कृतम् इति तत्र उत्तरपदं कीदृशपदम् उत्तरपदं कृतं भवती तस्मात् कृतम् इति उक्तवती तस्मात् कृतम् इति चेत् अत्र कीदृशसमासः तस्मै कृतं न न न प्रथमतया तस्मात् कृतम् इति उक्तं तत्र तस्मात् कृतम् इति कीदृशसमासः पञ्चमी पञ्चमी कदा भवति भीति भय अत्र उत्तरपदे भीति भयः अस्ति वा करणं अतः शब्दमस्ति अतः तृतीया तत् पञ्चमी न भवति खलु तदनन्तरं तस्मै कृतम् इति उक्तवती तस्मै कृतं चतुर्थी तत्पुरुषसमासः कदा भवति बलिहित शब्दे अर्धम् अर्थ पद पद उत्तरपदना उत्तरपदे अत्र अत्र तेन कृतं हा तेन कृतम् अन्ततो गत्वा तेन कृतं कथं ज्ञातवती तेन कृतं क्रिया कर्तृसम्बन्धम् अस्ति प्रथम उत्तरप पूर्वपद द्वयोः मध्ये अत्र हा सत्यम् अत्र उत्तरपदं कृदन्तं पदमस्ति तान्तरूपमस्ति पूर्वपदं तृतीयान्तं पदमस्ति तया कृतमपि चलति किल तया कृतमपि चलति सम्यक् तेन कृतं तया कृतं सर्वं सर्वं समीचीनम् अस्तु उभयदापि वक्तुं शक्यते अस्तु तर्हि अत्र अभ्यासः समाप्तः इदानीम् अत्र गीताप्रवेशः इति पुस्तके इतोपि अभ्यासः अस्ति तदपि पश्यामः अत्र पृष्ठसङ्ख्या अस्ति 129 प्राप्तं वा अत्र बालसुब्रह्मण्य महोदय आरम्भं करोति वा योगम् आरूढः न उदाहरणात् आरम्भं करोतु उदाहरणं गुणान् अतीतः गुणातीतः अत्र किं कर्तव्यम् इति एकवारं वदतु यथा उदाहरणम् एषु अर्थेषु समस्तपदं समासनाम च लिखत समासनामं च लिखत यथा उदाहरणम् एषु अर्थेषु समस्तपदं समासमान गुणान् अतीतः गुणातीतः द्वितीयः तत्पुरुषः कथम् गुणान् इति पूर्वपदं बहुवचने द्वितीयविभक्ति अतीतः इति द्वितीय तत्पुरुषे उत्तरपदम् अतीतः समीचीनम् इति तान्तपदं तस्मात् द्वितीय तत्पुरुषः अस्तु समीचीनम् अग्रे योगम् आरूढः योगम् आरूढः अत्रापि योगम् इति द्वितीयविभक्ति आरूढः आरूढः इति सिद्धान्तपदं तस्मात् द्वितीय तत्पुरुषः समासः अत्र कथमस्ति द्वितीय तत्पुरुषसमासः योगारूढः योग इति प्रातिपदिकं योगारूढः अत्र अत्र सूत्रेण अत्र भवति वा अत्र यत् वयं दृष्टवन्तः उत्तरपदम् अतीत श्रित पतित गत प्राप्त आपन्न एतेषु अन्यतमपदं नास्ति खलु अत्र तथापि अत्र द्वितीयतत्पुरुषसमासः अस्ति यतोहि यतोहि तत्र गीतायां तादृशसमस्तपदम् अस्ति अस्ति अतः अत्र समासः भवति यद्यपि सूत्रेण न उक्तं तथापि तथापि द्वितीयतत्पुरुषः हा समीचीनम् अग्रिमं आरूढः अस्ति तत् पतित पदमस्ति तत् कारणात् तत्र भवति वा कुत्र आरूढः यथा अस्ति तथा पतित अपि तत् तत् पतित शब्दः तत् अस्ति द्वितीयपुरुष तत्पुरुषमासे तदपि तदपि भवितुमर्हति योगं योगः पतितः इति तस्मिन् अर्थे तत्र अर्थः भवति वा इति द्रष्टव्यं तत्र योगं योगः पतित इत्यस्मिन् अर्थे यदि अर्थः भवति तत्र पतितः इति उत्तरपदे अस्ति इति कृत्वा समासः भवति परन्तु अर्थम् अवगन्तव्यम् महोदय हा अग्रे अग्रे सर्वं गतः समस्तपदं सर्वगतः द्वितीयतत्पुरुष समासं सर्वम् इति सर्वम् उत्तरपदे उत्तरपदे गतः गतः इति द्वितीय तत्पुरुष उत्तर पदानि इव सर्वम् द्वितीयतत्पुरुष द्वितीयविभक्ति अस्ति तस्मात् द्वितीयतत्पुरुष समस्तपदं सत्यं समीचीनम् अग्रे वेङ्कटरामन् महोदय एकः प्रश्नः महोदय महोदय अत्र अत्रापि गतः इति क्तान्तरूपम् अस्ति कथं जानीमः कुत्र द्वितीयतत्पुरुषं भवितव्यं सर्वगतः इति सर्वेण गतः वा सर्वैः सर्वैः गतः वा नो चेत् सर्वं गतः वा एतत् सर्वं कथम् इदानीं न अत्र तु द्वितीया एव भवति यतोहि अत्र द्वितीया तत्पुरुषसमासे पदानि उक्तानि खलु तत्र गत इति पदम् उक्तं तस्मिन् सूत्रे अतः तत् यद्यपि तान्तरूपम् अस्ति तथापि अत्र सूत्रे एव साक्षात् उक्तम् अतः अत्र द्वितीय तत्पुरुषसमासः एव भवति न तु तृतीय अतः एव तत्र सूत्रं द्रष्टव्यं सूत्रे पश्यति चेत् तत्र साक्षात् दत्तमस्ति श्रुत अतीत पतित गत प्राप्त आपन्न तर्हि एतेषु अन्यतमपदमस्ति चेत् तत्र द्वितीय तत्पुरुषसमासः एव भवति अग्रे वेङ्कटरामन् महोदय तृतीयं कामान् कामि कामान् कामि कामः काम इति प्रातिपदिकस्य द्वितीयः बहुवचनं कामान् कामी कामी समानपदमेव तत्र दत्तमस्ति. तत्र समासः न भवति वा भगिनि? समानेन समासः न भवति, न भवितुम् अर्हति. परन्तु अत्र यतोहि अत्र भगवद्गीतायाम् अस्ति अतः अत्र समासः भवति. कीदृशसमासः? द्वितीय तत्पुरुषः एव. प्रथमं पदं कामान् इति काम प्रातिपदिक प्रातिपदिकशब्दस्य द्वितीय बहुवचनं कामान् इति, अतः द्वितीय तत्पुरुषः इति वक्तुं शक्यते. सत्यं. समस्तपदं कामकामी कामकामी इति. कामी इति कीदृशपदमस्ति? कामी तत्र तत्र ईकारान्तश्रीलिङ्गपदं वा? हा, श्रीलिङ्गपदं नास्ति, वस्तुतः पुल्लिङ्गपदमेव. क्षम्यतां क्षम्यतां, नकारान्तपुल्लिङ्ग कामिन् शब्दः. सत्यं सत्यं, कामी इति प्रथमविभक्तौ एकवचने, गुणी इव यदा सा स्वामिन् स्वामी इति. सत्यं, समीचीनम्. अग्रे अग्रे विधिना दृष्टः, विधिना पूर्वपदं, दृष्टः उत्तरपदं, विधिना तृतीयान्तं पदं, दृष्टः कृतन्तपदम्. अतः तृतीया तत्पुरुषसमासः समस्तपदं विधि दृष्टः. सम्यक्, समीचीनम्. अस्तु, समीचीनं. तर्हि अत्र स्थगयामः, समयः अभवत्, अत्र स्थगयामः. अग्रे गन्तुं शक्नुमः अग्रिमसप्ताहे. अस्तु, तर्हि हौ केन् ऐ गेट् यू मै ईमेल्? कुमारी, सूर्यकुमारी, भवत्याः ईमेल् ऐ डी नास्ति मम पार्श्वे, कृपया मां प्रेषयतु. आम्, भवती गूगल् ग्रूप्स् मध्ये अस्ति वा? अस्मि. हा, अस्ति चेत् तत्र मम ईमेल् भवत्याः पार्श्वे अस्ति, कृपया भवतः ईमेल् मां सूचयतु. ओ आम् आम्. अस्तु अस्तु, तर्हि धन्यवादः. अस्तु, धन्यवादः. तर्हि धन्यवादः, नमस्कारः. नमस्कारः.